गतरविवासरे अस्माकं विषयः आसीत् कृतप्रत्ययः अपि सार्वधातुकः आर्धातुकः तत्र किञ्चित् एव अवशिष्टम् अस्ति तदनन्तरं नूतनविषयः आरभामहे अस्तु तर्हि सर्वप्रथमं विजिमहोदयस्य एकः प्रश्नः आसीत् या सा ईमेल् माध्यमेन माम् अपृच्छत् कोऽपि तस्य उदाहरण तस्य उत्तरं जानाति चेत् कृपया ददातु तस्य प्रश्नः आसीत् यत् शत्रुप्रत्ययः अस्ति पठ् पठ् योगः शत्रुप्रत्ययः अस्ति पठ् योगः अथ् तत्र मध्ये विकरणप्रत्ययः आगच्छति तत्र पठ् योगः अ योगः अथ् भवति तत्र किमर्थं पठत् भवति न तु पठात् अत्र द्विवारम् अकारः आगच्छति तत्र पठत् किमर्थं भवति एक अकारस्य लोपः कथं भवति तर्हि कोऽपि जानाति वा अस्य उत्तरम् आत् गुण इति सूत्रमस्ति महोदय अत्र अतोगुणे अतोगुणे सोरि अतोगुणे इति सूत्रमस्ति तत्र सूत्रं किं करोति अकारस्य गुणवर्णः अस्ति चेत् न भवति गुणस्य अपवादः अस्ति किमस्ति न जानामि सम्यक् अतोगुणे इति अतः सवर्णदीर्घ अन्य कोऽपि सूत्रं तु समीचीनमस्ति अतोगुणे एव अस्ति परन्तु कोऽपि अन्य अतोगुणे सूत्रस्य कार्यं वक्तुं वदितुं शक्नोति वा सम्यक्तया मम प्रश्नः अस्ति पठ योग अथ् तत्र पठत् भवति न तु पठात् तस्य कारणमस्ति अतोगुणे इति सूत्रं मम प्रश्नः अस्ति अतोगुणे इति सूत्रं किं करोति कोऽपि वक्तुं शक्नोति वा महोदय वदतु अपदान्तस्य पररूप एकादश भवतु तर्हि अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः तर्हि यदि अपदान्त अस्ति नाम पदं नास्ति तस्य अन्ते ह्रस्व अकारः अस्ति तदनन्तरं कोऽपि गुणवर्ण अस्ति नाम एकार ओकार तर्हि क्षम्यताम् एक अकार एकार ओकार तर्हि पूर्वपरयोः स्थाने एकपररूप आदेशः भवति नाम केवलं पररूप तिष्ठति अतः पठयोगः अत् अस्ति अत्र पठपदं नास्ति पदं नास्ति खलु पठपदं नास्ति तस्य अन्ते अकारः अस्ति तस्य अनन्तरं पुनः अकारः अस्ति यत् गुणवर्णः अस्ति तर्हि पूर्वपरयोः स्थाने पररूपः आदेशः नाम केवलं पररूप अकारः एव तिष्ठति अतः पठयोगः पठयोगः अत् भवति पठयोगः अत् पठत् अवगच्छति वा विजि महोदय आं महोदय धन्यवादः तर्हि तथैव अन्य एकमस्ति ददत् ददत् अस्ति तत्र दायोगः अत् अस्ति दायोगः द्वित्वं भवति ददायोगः अत् ददायोगः अत् ददात् किमर्थं न भवति ददत् किमर्थं भवति अत्र तु अतोगुणे सूत्रस्य प्रसक्तिः नास्ति खलु यतोहि ददा इति अपदं तु अस्ति परन्तु तस्य अन्ते ह्रस्व अकारः नास्ति अत् नास्ति आत् अस्ति तर्हि किमर्थम् अत्र ददत् एव भवति ददात् न भवति कोऽपि जानाति वा भवान् एव उक्तवान् गत सम्यक्तया न स्मरामि एकसूत्रमस्ति ह्रस्व भवति इति एकं सूत्रम् अस्ति किं सूत्रम् एकनिमिषं न स्मरामि महोदय अस्ति अन्य कोऽपि स्मरति वा ह्रस्य इति सूत्रं न महोदय सुमन् महोदय अवगच्छति वा? नमस्ते महोदय. स्मरति वा, स्मरति वा सूत्रं? अभ्यस्त वर्ण ह्रस्वं भवति इति चिन्तयामि. तर्हि आकारस्य लोपः भवति, आकारस्य लोपः भवति अपित् अपित् सार्वधातुकप्रत्यये परे अस्ति चेत्. तर्हि अत्र अत् अस्ति, अत् अपित् अस्ति, तत्र अतः अत्र आकारस्य लोपः भवति. ददायोगः अत् तत्र दद् योगः अत् ददत् इति भवति. तर्हि श्नाभ्यस्तयोरातः इति सूत्रस्य कारणेन ददत् भवति, न तु ददात् इति वार्ता अस्ति. अस्तु, तर्हि अधुना अग्रे गच्छामः. गतरविवासरे अस्माकं आर्धातुककृत्प्रत्ययानां विषये चर्चा भूता. तत्र वयं जानीमः यत् यदा प्रत्ययः आर्धातुकः अस्ति तत्र लडागमस्य विचारः करणीयः. लडागमः कदा भवति? यदा अङ्गात् परे आर्धातुकप्रत्यय अस्ति यत् वलादि अस्ति. वलादि आर्धातुकप्रत्यय परे अस्ति चेत् प्रत्ययस्य इडागमः भवति. इडागमः इत् अस्ति, इट् तु टकित् अस्ति, अतः प्रत्ययस्य आदौ आगच्छति. अतः प्रत्ययस्य आदौ आगच्छति, अतः किं भवति? धातु प्रत्ययस्य मध्ये तिष्ठति, नाम पठितुं, लेखितुं, पठित्वा इति. तदनन्तरम् आसीत् यत् यदि प्रत्ययः आर्धातुकप्रत्ययः यदि कृत् अपि अस्ति, यदि आर्धातुकप्रत्ययः कृत् अपि अस्ति तर्हि किमस्ति? तत्र अन्य एकं सूत्रमस्ति, तदपि दर्शनीयं. नेड् वशीकृति, नेड् वशीकृति इति सूत्रमस्ति यत् वदति यत् आर्धातुकप्रत्ययः कृत् अस्ति चेत् वलादि अस्ति तद् केवलं तदेव नास्ति, परन्तु वशादि अपि न भवेत्. वश् प्रत्याहारस्य कोऽपि वर्णः अपि आदौ अस्ति चेत् कृत् प्रत्ययस्य तत्र इडागमः न भवति. नाम आर्धातुक इड आर्धातुककृत् प्रत्ययस्य इडागमः तथैव भवति यदा वर्गीयव्यञ्जनानां प्रथमद्वितीयसदस्य अथवा श श सः आदि भवन्ति, आदौ भवन्ति, तदैव भवति, न अन्यथा न भवति. तदनन्तरम् अस्ति यत् यदि आधातुकप्रत्ययः यदि वलादि नास्ति, क्षम्यताम्, आधातुक यदि इडागमः नास्ति प्रत्ययस्य तर्हि सामान्यतया धातुः कोऽपि भवेत् इडागमो न भवति. परन्तु यदि प्रत्ययः सेट् अस्ति, सेट् अस्ति, तर्हि तत्प्रत्ययः इडानुकूलः अस्ति, इडानुकूलः अस्ति, तर्हि धातुः सेट् अस्ति चेत् सामान्यतया इडागमः भवति. धातुः अनिट् अस्ति चेत् सामान्यतया इडागमो न भवति. कुत्र कुत्र अपवादाः सन्ति, परन्तु सामान्यनियमाः सन्ति यत् इडागमः तथैव भवति यदा धातुः अपि प्रत्ययः अपि उभौ एव सेटौ स्तः. यदि एकैव एकपि अनिट् अस्ति चेत् तत्र अनिट् अस्ति तर्हि तत्र इडागमो न भवति इति वार्ता अस्ति. तर्हि अन्तिमे एका अस्ति यत् आहत्य कृत् प्रत्ययाः तिङ् प्रत्ययाः च द्विविधाः, सार्वधातुकाः आर्धातुकाः च. यत्र प्रत्ययः सार्वधातुकः सः च प्रत्ययः कृत् वा तिङ् वा भवतु प्रक्रिया समाना, तथैव प्रत्ययः आर्धातुकः चेत् सः च प्रत्ययः कृत् वा तिङ् वा भवतु प्रक्रिया समाना. अतः धातुभ्यः प्रत्ययः यत्र विधीयते तत्र चिन्तनं केवलं द्विविधं, सार्वधातुकम् आर्धातुकं च. तत्र सः च प्रत्ययः कृत् अथवा तिङ् इत्यनेन प्रक्रियायां भेदः नास्ति. अतः सार्वधातुकप्रक्रियायाम् अस्ति लट् लोट् लङ् विधिलिङ् शत्रिशानच् येषां कार्यं समानं विकरणप्रत्ययः सहितत्वात्. आर्धातुकप्रत्ययाम् अस्ति लृट् लृङ् लृट् लुङ् लिट् आशीर्लिङ् तृच् नूल् तव्यत् अनियर् तवतु इत्यादयः येषां कार्यं समानं विकरणप्रत्ययरहितवात् इडागमचिन्तनसहितवाच्च इति कृत्प्रत्ययानां समग्रदृष्टिः. नाम बहुवारं यदा प्रक्रियायाः चिन्तनं भवति तत्र जनाः वदन्ति यत् प्रत्ययः तिङ् अस्ति अत्र अतः कार्यं करोतु, शित् कृत् अस्ति अतः एतादृशं कार्यं करोतु. परन्तु वस्तुतः अष्टाध्याय्याम् अनुसारं कृत् तिङ् तस्य बहु महत्त्वं नास्ति. महत्त्वमस्ति यत् प्रत्ययः सार्वधातुकः अस्ति अथवा आधातुकः अस्ति. प्रत्ययः सार्वधातुकः अस्ति एकप्रकारी प्रक्रिया अस्ति कृत् असो तिङ् असो. नाम कृत् प्रत्ययः अस्ति चेदपि सार्वधातुकः अस्ति, कृतिं प्रत्ययः अस्ति चेदपि सार्वधातुकः अस्ति, एक एव प्रक्रिया भवति. अतः लट् लोट् लङ् विधिलिङ् शत्रिशानच् एतेषां सर्वेषां कार्यं समानं भवति. परन्तु प्रत्ययः आर्धातुकः अस्ति चेत् तिङ् वा शित् वा तत्रापि एके समानं कार्यं भवति. अतः लृट् लृङ् लुट् लुङ् लिट् आशीर्लिङ् तृच् नूल् तव्य अनि अर्तवतु इत्यादयः प्रत्ययानां सर्वत्र समानं कार्यं भवति. प्रायः अपवादाः सन्ति कुत्र कुत्र, परन्तु सामान्यतया कार्यं समानं भवति. तत्र विकरणप्रत्ययः न आगच्छति परन्तु इडागमः आगच्छति. अतः अग्रे गत्वा केवलं चिन्तनं यत् अस्माकं चिन्तनं भवेत् तद् अस्ति यत् धातु अनन्तरं यत् प्रत्ययः आगच्छति तत् सार्वधातुकः अस्ति वा आधातुकः अस्ति वा, तिङ् वा कृत् वा तस्य अधिकं महत्त्वं नास्ति इति मुख्यभेदः अस्ति अष्टाध्याय्यां मध्ये. अस्तु, कोऽपि प्रश्नः कस्यापि प्रश्नः अस्ति वा अत्र अन्म्यूट् कृत्वा पृच्छतु, नो चेत् अग्रे गच्छामः. अस्तु, तर्हि अग्रे गच्छामः. अधुना नूतनकरपत्रमस्ति अष्टाध्याय्यां सूत्राणां बलाबलम्. कृपया तत् करपत्रम् उद्घाटयन्तु सर्वे. अष्टाध्यायी सूत्राणां बलाबलम्. अस्तु, तर्हि अधुना अस्माभिः बहूनि सूत्राणि पठितानि, परन्तु अस्माभिः कदापि एतद् न पठितं यत् सूत्राणां क्रमः कीदृशः. यदि एकैव स्थले द्वे सूत्रे प्रसक्ते स्तः तर्हि कस्य सूत्रस्य कार्यं प्रथमं भवति, कस्य सूत्रस्य कार्यं द्वितीयं भवति, एतत्तु अस्माभिः अधुना पर्यन्तं न पठितं. नाम प्रक्रियायां सूत्राणां क्रमः कीदृशः एतत्तु वयम् अधुना पर्यन्तं न जानीमः. अस्मिन् पाठे अस्मिन्नेव विषये अस्माकं चिन्तनं भवति यत् सूत्राणां क्रमः कः, सूत्राणां बलाबलं किं नाम, एकसूत्रस्य अपेक्षया अन्यसूत्रं बलवत्तर अस्ति वा नास्ति वा इति प्रश्नः अस्ति. तर्हि अधुना नूतनकरपत्रं पठामः. लीना महोदय अस्ति खलु, लीना दोषी अष्टाध्याय्यां सूत्राणां बलाबलम्. अष्टाध्याय्यां सूत्रक्रमनियोजनं किम्? प्रश्नः समीचीनः एव. यथा किमर्थं समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते, किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः, यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति. नाम अष्टाध्याय्याः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. किमस्ति अत्र अष्टाध्याय्यां ये सूत्राः अस्ति तस्य क्रमस्य किमपि चिन्तनं तस्य क्रमस्य कृते किमपि चिन्तनम् अस्ति नाम समासस्य सूत्राणि अष्टाध्यायस्य आरम्भे सन्ति तथा सनादिसूत्राः सूत्राणि अपि आरम्भे सन्ति किन्तु सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते सन्ति तस्य कृते कोऽपि तर्कः विद्यते तथा च तत् तर्कः ग्रन्थे एव दृश्यते तस्य कृते बहिः किमपि उक्तं लिखितं वा नास्ति इति लिखितमस्ति अत्र तर्हि अष्टाध्याय्यां समासूत्राणि प्रथम आगच्छन्ति सन्धिसूत्राणि अन्ते आगच्छन्ति परन्तु यदा कोऽपि पाठशालेषु अथवा विद्यालयेषु यदा संस्कृतव्याकरणस्य अध्ययनं करोति तत्र प्रथमः सः एव सा अथवा सा प्रथमः तु समासं न पठति प्रथमः तु बेसिक् व्याकरणं पठति तदनन्तरम् अन्ते आगत्य समाससन्धिः आगच्छति परन्तु अष्टाध्यायी पठति चेत् प्रथमः एव समासः भवति तर्हि एतादृशः क्रमः किमर्थं तर्हि तस्य कारणं यत् अस्ति तत् अष्टाध्याय्याम् एव वयं प्राप्नुयामः तत्र बाह्य कोऽपि तर्कः नास्ति अस्तु पठतु अग्रे महोदय उत्तरम् अस्ति यत् अष्टाध्याय्याः अन्तः एव कश्चन सुन्दरतर्कोऽस्ति तर्कः अस्ति तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वं येन सूत्राणि अतिन्यूनानि स्युः किन्तु विषयः सम्पूर्णः स्यात् तदर्थं सर्वं कृतं तदर्थम् एतादृशः क्रमः विरचितः लघुत्वस्य सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत् सूत्राणां बलाबलं समन्वितं स्यात् अत्र उक्तम् अस्ति अष्टाध्याय्याः अन्ते एकः तर्कः वर्तते नाम अष्टाध्यायी यस्मिन् प्रिन्सिपले वर्तते ऐ डोण्ट् नो प्रिन्सिपल् यत् सिद्धान्ते यत् सिद्धान्ते लक्षितम् अस्ति तदस्ति एकः अस्ति लघुत्वं तो लघुत्वप्राप्त्यर्थं तत्र अनुवृत्तिः अस्ति तथा च सूत्राणां क्रमाङ्कस्य नियोजनम् ईदृशं कृतं यतोहि तत्र वयं कोऽपि तर्कः अस्ति तत् कर्तुं शक्नुमः न जाने समीचीनम् अस्ति तर्हि मुख्य उद्देश्यः अस्ति लघुत्वं तर्हि सूत्रस्य यत् क्रमः सूत्राणां यः क्रमः अस्ति तस्य उद्देश्यः अस्ति लघुत्वं तर्हि लघुत्वस्य कृते एव पाणिनिना तत्र अनुवृत्तेः अपि नियोजनं कृतं सूत्राणां बलाबलम् अपि नियोजनं तत्र कृतम् अतः अनुवृत्तिः सूत्राणां बलाबलम् उभयोः एक एव उद्देशः अस्ति तत्र लघुत्वम् इति अस्तु अग्रे एकः उक्तिः अपि प्रसिद्धम् एकमात्रा पुत्रोत्सव इव मन्यन्ते वैयाकरणाः एकमात्रा लाघवेन पुत्रोत्सव इव मन्यन्ते वैयाकरणाः सत्यम् अतः लघुत्वम् अस्य एकमेव उद्देश्यम् इति अनुवृत्तिविषये अस्माकं परिचयः तु जातः अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यम् यदा किञ्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति एकैकस्मिन् सोपाने कार्यं वर्तते केन क्रमेण इदं सर्वं स्यात् अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति. एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तः वर्तते, बलाबलं नाम्ना. बलाबलस्य निर्णयार्थं प्रथमसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्. इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सक्रमं संवाहयन्ति. किमस्ति अत्र लघुत्व सिद्ध्यर्थं द्वितीय बिन्दुः अस्ति, सूत्राणां बलाबलं. तत् किम् अस्ति, एतस्य विवरणम् अत्र अस्मिन् परिच्छेदे अस्ति. यत्र द्वौ सूत्रस्य प्रसक्तिः अस्ति, तत्र कस्य सूत्रस्य उपयोगं कर्तव्यं, कस्य न कर्तव्यं, किमर्थं तदेव सूत्रं स्वीकरणीयं, किमर्थं अपरः सूत्रस्य स्वीकारः न करणीयम् इत्यस्य कृते यानि नियमानि कृतानि सन्ति ते अपि अष्टाध्याय्याम् एव सन्ति. ते द्वे सूत्रे सन्ति. अग्रिमे परिच्छेदे तस्य विवरणम् अस्ति. नाम एकस्मिन् एव स्थले बहूनि सूत्राणि आगत्य कार्यं कर्तुं शक्नुवन्ति, तत्र सम्भवः अस्ति खलु. एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः भवितुं शक्नोति, बहूनां सूत्राणामपि प्रसक्तिः भवितुं शक्नोति. तथा कथं निर्णेतुं शक्नुमः यत् कस्य सूत्रस्य प्रथमः अधिकारः भवति, कस्य सूत्रस्य कार्यं प्रथमः भवति, कः किं सूत्रं बलवत्तरम् अस्ति, कथं जानीमः? तर्हि तस्य कृते सिद्धान्तः वर्तते, बलाबलं नाम्ना. बलाबलं नाम्ना कस्य सूत्रस्य बलम् अधिकं, तर्हि तदेव बलाबलं कथं भवति, तदेव अस्य करपत्रस्य प्रमुखविषयः अस्ति. अधुना तदेव वयं पठामः. एकवारं बलाबलस्य यदि वयं सिद्धान्तम् अवगच्छामः, तर्हि वयं जानीमः यत् एकस्मिन् एव स्थले बहूनि सूत्राणि आगच्छन्ति चेत् कस्य सूत्रस्य कार्यं प्रथमं भवति, कस्य सूत्रस्य कार्यम् अनन्तरं भवति इति वयं सर्वे जानीमः. अस्तु, तर्हि अग्रे पठामः. धन्यवादः महोदय. धन्यवादः. मदर महोदय अस्ति खलु? हां महोदय. पठतु कृपया. महाभाष्यवाक्यम्. अन्यत्रान्यत्र लब्धावकाशयोरेकत्र प्राप्तिस्तुल्यबलविरोधः. अन्यत्र लब्धावकाशयोः एकप्राप्तिः तुल्यबलविरोधः. अन्यत्र लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रम्. यदि द्वे सूत्रे स्तः ययोः द्वयोरो अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशो अस्ति अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते. अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः सः तुल्यबलविरोधः इत्युच्यते. अत्र एक सूत्रमस्ति, तत् उक्तं लब्धावकाशः द्वे युगपत् एक सूत्रं. अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः. युगपत् द्वे सूत्रस्य प्रसक्तिः अस्ति चेत् किं सूत्रं कार्यं करणीयम् इति चिन्तनं भवति. समान तर्हि इमे द्वे सूत्रौ तुल्यबले इति उच्यते. अत्र प्रसक्तिः अस्ति युगपत् द्वे सूत्रस्य अतः तुल्यबले इति उच्यते. अपि च समानकाले समानतले कार्यं सङ्घर्षः परस्परसङ्घर्षः किम् इति न अवगच्छामि महोदय. न जानामि महोदय. लब्ध अवकाशः कोऽपि अन्यः वक्तुमिच्छति वा सूत्रत्रयं लिखितमस्ति? अवकाश नाम प्रसङ्गः. सन्धि नाम पासिबिलिटीस् टु पासिबिलिटीस् आर् मोर् पासिबिलिटीस्. अस्तु तर्हि अत्र लिखितमस्ति यत्र अवकाशं लब्धं नाम द्वे सूत्रे यस्य प्रसक्तिः एकः एव स्थाने अस्ति तस्य कारणानि I am not able to form it in Sanskrit. If there are two possibilities and those both possibilities are equivalent to each other, there is a possibility of first sutra also and second sutra also, then only they are tulyabal, they are called as tulyabal. And first and second both sutras have similar possibility of occurring in the Rupa Siddhi, then there is a virod, that is opposition. There will be opposition in the there will be paraspar virodhi sutras. Both can be applied. So which we have to take? That there is a definition. What is tulya bala virodha in this particular sentence? But tatra ekam mahatvapurnam bindu asti yad bhavati na vadati. There is another thing which should be there for it to be called tulya bala. Ekatra praptihi. तत्तु अस्ति एकस्मिन् एकस्याम् एव प्रक्रियायाम् एकस्मिन् एव स्थले द्वयोः सूत्रयोः युगपत् नाम सैमल्टेनियस् एकस्मिन् एव समये तयोः प्राप्तिः तयोः प्रसक्तिः भवेत् तत्तु अस्ति. परन्तु एकं निमित्तम् अधिकम् अपि अस्ति अन्यत्र इत्युक्ते किम् अन्यत्र अपि अत्र अत्र नास्ति चेत् अन्यत्र अपि कार्यं कर्तुं तत् सूत्रं सूत्रस्य प्रसक्तिः अस्ति अन्यस्थले अपि. तर्हि यदा यस्मिन् स्थले कार्यं कर्तुं सूत्रे इच्छतः अन्यस्थले अपि तस्य सूत्रस्य कार्यं सूत्रस्य कार्यं भवति तदा तावदस्ति चेत् तुल्यबलमस्ति. तर्हि सूत्रमस्ति एक सूत्र ए सूत्र सूत्र अ सूत्र आ इति सूत्रद्वयमस्ति तयोः एकस्मिन् एकस्मिन् एव समये एकस्मिन् एव स्थाने तयोः कार्यं भवितुं शक्नुवति शक्नुवन्ति परन्तु अन्यत्र अन्यत्र अपि तयोः कार्यं भवितुं शक्नोति। एतादृशी स्थित्यां ते सूत्रे तुल्यबले इति स्तः। तुल्यबलसूत्रयोः यत् परस्परविरोधः भवति तस्य एकस्मिन्नेव स्थले तत् तुल्यबलविरोधः भवति। नाम आङ्ग्लभाषायां यदि वदामि चेत् बोध सूत्र शुड् नाट् ओन्लि हेव् द चान्स् आफ् डूयिङ्ग् आफ् कमिङ्ग् टु वर्क् एट् द सेम् टैम् एट् द सेम् प्लेस् बट् अपार्ट् फ्रोम् देट् कामन् प्लेस् दे शुड् आल्सो हेव् स्कोप् औट्सैड् देन् ओन्लि दे आर् काल्ड् तुल्यबल एण्ड् द कान्फ्लिक्ट् आफ् दीस् टु सूत्र इस् नोन् एस् तुल्यबलविरोध इति अस्ति। तर्हि अन्यत्र अन्यत्र परिभाषावाक्यम् एव सरलमस्ति। अन्यत्र अन्यत्र लब्ध अवकाश नाम अन्यत्र अन्यत्र अन्य अन्यस्थाने सूत्राणाम् अवकाशः भवेत्। अवकाशः इत्युक्ते यथा महोदयाया उक्तं तत्र अपार्चुनिटि भवेत् स्कोप् भवेत् तयोः एकत्र प्राप्तिः यत्र भवति तयोः सूत्राणाम् एकत्र तयोः सूत्राणाम् एकत्र प्राप्तिः यत्र भवति यदा भवति तर्हि सूत्रे तेषां नाम भवति तुल्यबलसूत्रे। तस्मिन् तस्यामेव स्थित्यां यः सङ्घर्षः भवति सः सङ्घर्षः तुल्यबलो विरोधः इति उच्यते इति संज्ञा अस्ति इति परिभाषा अस्ति। सर्वे अवगच्छन्ति वा किमस्ति? प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तम्? तुल्यबलविरोधः पुनरेकवारं वदतु महोदय। आम् तुल्यबल इति अवगच्छति वा? एकस्मिन् समये एकस्मिन् स्थाने कर्तुं शक्नोति अर्हति अन्यत्र स्थाने अन्यत्र समये अपि प्रसक्तिः अस्ति चेत् तुल्यबलम् इति तर्हि तुल्यबले सूत्रे स्तः। तर्हि एकस्मिन् एव समये यदा आगत्य ते कार्यं कर्तुम् इच्छन्ति तर्हि तेषां मध्ये यः विरोधः भवति विरोधः अस्ति खलु कान्फ्लिक्ट् अस्ति कस्य सूत्रं भवति कस्य अनन्तरं भवति कस्य न भवति कस्य भवति तत् विरोधः तुल्यबलविरोधः इति उच्यते। धन्यवादः महोदय। अन्यत्र अन्यत्र द्विवारं किमर्थं? यदा अन्यत्र अन्यत्र यदा बहूनि सूत्राणि सन्ति खलु द्वे सूत्रे तर्हि अन्यत्र अन्यत्र यदि एक यदि वयमपि अन्यत्र अन्यत्र अहं चिन्तयामि तस्य द्विवारं तस्य कारणम् अस्ति यत् द्वे सूत्रे स्तः द्वयोः सूत्रयोः अन्यत्र कार्यं भवेत् तर्हि अन्यत्र अन्यत्र परन्तु वयं लौकिकभाषायामपि बहुवारं द्विवारं वदामि खलु। आम् लौकिकभाषायां सम्यक् किन्तु अत्र अत्र अहं चिन्तयामि अस्ति तस्य कारणमस्ति यत् तुल्यबलो विरोधत्वात् अट्लीस्ट् द्वे सूत्रे स्तः खलु तर्हि तत्र द्वे सूत्रे स्तः अतः अन्यत्र अन्यत्र लिखति इति अहं चिन्तयामि। अवगच्छति वा? आम् अस्तु अस्तु तर्हि अग्रे उदाहरणानि सन्ति तद् वयं पठामः। मलर् महोदय पठतु पठतु। हा महोदय। यदा सुपि च अदान्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घ आदेशः भवति यङ्यादि सुप्रत्यये परे अनुवृत्तिसहितसूत्रम् यङि सुपि च अङ्गस्य अतः दीर्घः वृक्षयोगः भ्यां वृक्षयोगः आ योगः भ्यां वृक्षाभ्यां। सुपि च इति सूत्रमस्ति तत् वदति अत्यन्तस्य अङ्गस्य अन्ते अकारः दीर्घ आदेशः भवति इति तत् सूत्रं वदति. यदि सुप्रत्ययः यङ् यङ् प्रत्यय अन्तम् अस्ति इति वदति. उदाहरणं किम् उदाहरणम् अस्ति वृक्षयोगः भ्याम्. अत्र पूर्ववर्णः अकारः अस्ति, अकारस्य आकारः भवति सुपीच इति सूत्रेण. भ्यां यङ् इति प्रत्याहारे अस्ति इति चिन्तयामि महोदय. सुप्रत्यय अस्ति. सुप्रत्यय विभक्ति सुबन्तप्रत्यया द्विवचने सुप्रत्यय अस्ति. ततः अकारः आकारः भवति इति अस्तु. मदर् महोदय, मदर् महोदय, सुमन् भगिनीयः म्यूट् नास्ति. मदर् महोदय, हा महोदय, एकवारं एकवारं पुनः आं महोदय. तर्हि तर्हि सुप्रत्ययः अस्ति, तर्हि वृक्ष अदन्त अस्ति, तस्य अकारस्य आकारो भवति. भ्यां प्रत्ययः सुप् अस्ति, अतः वृक्षाभ्यां भवति. तर्हि एकवारं वदा एकवारं पश्यामः सुप्रत्ययः के के सः. तर्हि कोऽपि स्मरति वा सर्वे सुप्रत्ययः? सु औजस्, अम् औक्षस्, ताभ्यां भिस्, गेभ्यां भ्यस्, अग्रे न स्मरामि. अन्य कोऽपि गसि गसिभ्यां भ्यस् न स्मरामि अग्रे. अन्य कोऽपि स्मरति वा? अस्तु, चिन्ता नास्ति. न स्मरति चेदपि चिन्ता नास्ति, वयं सूत्रं पठामः. तर्हि 412 इति सूत्रम् उद्घाटयतु अष्टाध्यायं. 412 तिष्ठा अस्ति. पृष्ठः अस्ति द्वाविंशत् द्विसप्ततिः द्विसप्ततितम पुटे 412 अस्ति. चतुर्थ अध्याये प्रथमपादे द्वितीयसूत्रं वयं जानीमः खलु. चतुर्थ अध्याये सुबन्तपदानां कृते ये प्रत्ययाः सन्ति ते सर्वे आगच्छन्ति. तृतीय अध्याये धातो कृते, चतुर्थ अध्याये प्रातिपदिककृते यत् सूत्राणि सन्ति ते सर्वे आगच्छन्ति. नाम चतुर्थ अध्याये ये प्रत्ययाः सन्ति ते प्रातिपदिकानन्तरम् आगच्छन्ति. अस्तु, तर्हि सु स्वौ जस् अम् औट् इति लिखितमस्ति खलु, तत्र सु औ जस् अम् औट् षस् ता भ्यां हिस् गे भ्यां भ्यस् गसि भ्यां भ्यस् गस् किमस्ति गस् ओस् ओस् आम् गसि ओस् सु इति खलु. केन् यु प्लीस् टेल् मी द सूत्र क्रमाङ्क् 1-7 412 तर्हि फोर् वन् टु सु औ जस् अम् औट्षस् ताभ्यां भिस् गेभ्यां भ्यस् गतीभ्यां भ्यस् गस् ओस् आम् गि ओस् सु तर्हि सु आरब्धः सुप् पर्यन्तम् अतः सुप् प्रत्ययः इति अस्ति एकविंशतिः प्रत्ययः अस्ति सर्वे सर्वे प्राप्नुवन्ति खलु अस्तु तर्हि सुप्रत्ययः अस्ति चेत् अकार अदन्ताङ्गस्य दीर्घं भवति यथा वृक्षाभ्यां रामाभ्याम् इति अस्तु तर्हि अग्रे को अस्ति रघुनाथमहोदय अस्ति रघुपतिमहोदय अस्ति खलु आं महोदय हा पठतु बहुवचने अस्तु बहुवचने झल्लेत अस्ति सप्तम अध्यायस्य तृतीयपादस्य 103 सूत्रमस्ति अदान्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति जलादि बहुवचनार्थ सुप्रत्यये परे अनुवृत्तिसहितसूत्रं बहुवचने झलि सुपि अङ्गस्य अतः एत् इति भवति एत् इति वृक्षयोगसुप् वृक्षयोग अकारस्य एकार भवति सोरि सुप् वृक्षयोग एकार योगः सु वृक्षेषु इति बहुवचने बहुवचने सुप्रत्यये बहुवचनप्रत्यये बहुवचने जलि अङ्गस्य अकारस्य अकारान्ताङ्गस्य अकारान्त अतः ह्रस्व अकारस्य जलिपरे एकार आदेशः भवति एकारादेश आदेशरूपेण आगच्छति यथा वृक्षयोग सुप् वृक्षयोग सुप् अस्ति अस्तु इति सप्तमी विभक्ति बहुवचन अस्ति अकार अस्ति अकार अङ्ग अस्ति अकारङ्ग वृक्षः वृक्ष इति अकारङ्ग सुप् अस्ति जल् जल् सकार जल् प्रत्यारस्तवर्णः अस्ति अतः मध्ये एकार आदेशः भवति एकार आदेशः भवति वृक्षेषु भवति तथैव वृक्षेभ्यः अपि भवति वृक्षेभ्यः अपि तदपि बहुवचने अस्ति झल् झल् झल् झल् इति झल् इति किमस्ति महोदय झल् इति झबै गडदश हयबरट् लङ्गडनं झबै अस्तु वन् टु त्रि अनुनासिकवर्ण अन्तस्थवर्णान् वर्जयित्वा सर्वाणि व्यञ्जनानि आगच्छति अत्र ऊष्माण अपि शससर अपि उत्तमं तर्हि यदि सुप्रत्ययः अस्ति सुप्रत्ययः बहुवचनप्रत्ययः अस्ति झलादि अस्ति तर्हि अङ्गस्य अतः अकारस्य स्थाने एकारः आगच्छति अतः वृक्षयोगः सुप् वृक्षेषु भवति वृक्षयोगः भ्यस् वृक्षेभ्यः भवति अन्यत् किमस्ति वृक्षेषु वृक्षाणां भवति तत्र न भवति अन्य कुत्र भवति वृक्षैः वृक्षेभिः बहुवचने अन्य कुत्रापि अत्र अन्य अन्य नास्ति अत्र षष्ठीविभक्त्यां किमर्थं न भवति महोदय तत्र प्रत्ययः अस्ति प्रत्ययः अस्ति जल् न जल् नास्ति तत्र आम् अस्ति झलि नास्ति झल् झलादि नास्ति उत्तमं तर्हि वृक्षेषु वृक्षेभ्यः इति भवति अस्तु अग्रे पठतु वृक्षयोगभ्याम् इति स्थितौ सुपिच इत्यस्य प्रसक्तिरस्ति, सुपिच इत्यस्य प्रसक्तिरस्ति, बहुवचने जल्येत इत्यस्य प्रसक्तिः नास्ति, यतः ब्यां बहुवचनार्थे नास्ति। सु इति स्थितौ वृक्षयोगः सु इति स्थितौ बहुवचनजल्येत इत्यस्य प्रसक्तिरस्ति, सुपि च इत्यस्य प्रसक्तिः नास्ति, यतः सुप् ययादि ययादिः नास्ति, अतः उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः, अत्र विरोधः नास्ति इति अर्थतमस्ति। किं लिखितमस्ति एकवारं वदतु। हा एकवारं वदामि, सुपि च इति सूत्रमस्ति, अत्र अङ्गस्य अतः दीर्घः भवति, दीर्घः भवति प्रत्यये, सुप् प्रत्यये परे, केवलं प्रत्यये न, केवलं सुप् न, ययादि सुप् प्रत्यय, एकनिमिषम् अनुमति, हा एक अन्ते तस्य ययादि, ययादि सुप्रत्यय, अस्तु, ययादि सु, यै इत्युक्ते किं, ययुक्ते ये अन्तस्थवर्ण एरल सारि हयवरट् हयवरट् लन् जबै जकार बकार अपि च अनुनासिक अपि च यर् हयवरट् अन्तस्थवर्ण हकार वर्जयित्वा अन्त यवरल यवरल अपि हकार अन्तस्थ नास्ति, हकार नास्ति, यवरल अपि च अनुनासिक अपि च जकार अपि भकार एव। तर्हि वृक्षयोगः भ्याम् इति स्थितौ सुपि च सूत्रस्य प्रसक्तिः कथं भवति, सुपि च ययादिप्रत्यय अस्ति, अतः ययादिप्रत्यय भकार अतः ययादि दीर्घः अस्ति, शक्नोति दीर्घः भवितुं शक्नोति। बहुवचनजल्येतस्य प्रसक्तिः नास्ति, किमर्थम् इत्युक्ते तत् द्विवचनम् अस्ति। अस्तु, तर्हि वृक्ष इति वृक्ष प्लस् भ्याम् इति स्थितौ सुपि च प्रसक्तिः अस्ति, बहुवचने जल्ये सूत्रस्य प्रसक्तिः नास्ति। अस्तु, वृक्षयोगः सु इति स्थितौ किमस्ति, वृक्षयोगः सु, सु जल् नास्ति, सोरि वृक्षयोगः सु अस्ति, तत् सु औजस् न तत् एकवचन अस्ति, तत् ययादिप्रत्ययः नास्ति, एकवचनं न, अत्र सप्तमी विभक्त्याः तृतीया अस्ति, सुप् अत्र बहुवचनम् अस्ति, सोरि सोरि अहं वृक्षयोगसुप् अस्तु, तत्र तत्र ययादिप्रत्ययः नास्ति, ययादिप्रत्ययः नास्ति, केवलं बहुवचन जल्येत इति सूत्रस्य प्रसक्तिः भवति। तर्हि अत्रापि एकस्मिन् एकस्य एव सूत्रस्य प्रसक्तिः अस्ति, बहुवचने जल्येत, सुपि च प्रसक्तिः नास्ति, तर्हि उभयत्र नाम वृक्षयोगः भ्यां वृक्षयोगः सु उभयत्र एकस्मिन् एकस्य एव सूत्रस्य प्राप्तिः भवति, कोऽपि विरोधः नास्ति खलु, एकस्य एव सूत्रस्य प्रसक्तिः अस्ति, कोऽपि विरोधः नास्ति, अतः चिन्ता नास्ति, कस्य कार्यं भवति कस्य न भवति इति चिन्ता नास्ति, यतोहि विरोधः एव नास्ति। एतत् एतावता सर्वे अवगच्छन्ति वा न महोदय, ययादि कुत्र अस्ति, कदा आगच्छति, कदा तर्हि सुपि च इति सूत्रस्य अर्थः अस्ति, यदि अकारान्त अङ्गः अस्ति, तदनन्तरं कोऽपि ययादि सुप्रत्ययः अस्ति, तर्हि तत्र अकारस्य दीर्घः भवति। किन्तु ययादि प्रत्यये कुत्र लिखितम्, अत्र अनुवृत्ति, अच्छा अनुवृत्ति पश्यति वा, अस्तु पठामि, तत्र सुपि च सूत्रम् अस्ति खलु 431 सुपि च 73102 73102 तत्र कुतः भवति अनुवृत्ति, तत्र अनुवृत्ति लिखितं यज्ञी इति लिखितम् एतत् वा महोदय, अनुवृत्तिसहितसूत्रमस्ति यञ् सुपि च अङ्गस्य अर्थः दीर्घः, तत्र यै अस्ति महोदय यै प्रत्याहारस्य यै आदि सुप्रत्यय ओ अस्तु अवगच्छति वा आम् आम् तर्हि सर्वे सुप्रत्ययः न ते एव सुप्रत्ययः ययादि स्तः सन्ति अस्तु तद् मया पूर्वं समीचीनरीत्या प्रायः न उक्तम् अत्र सुप्रत्ययः सर्वे सुप्रत्ययः न केवलं ययादि सुप्रत्यय ययादि सुप्रत्यय अस्तु ययादि इत्युक्ते तादृशसुप्रत्ययः यस्य आदिमः वर्णः य व र ल यम् अथवा पञ्चमः वर्णः अथवा झभ इति अस्तु तर्हि धन्यवादः महोदय अत्र अग्रे हा भवानेव पठतु न वृक्षयोगाभ्यास वृक्षयोगाभ्यास अत्र किं भवति इति पश्यामः अभ्यास अस्ति अस्तु भ्यस् ययादि सुप्रत्ययः अस्ति बकारः अस्ति अतः प्रत्यय अस्ति अतः सुपि च इत्यस्य प्रसक्तिः अस्ति वृक्ष अकार अकार अकार अङ्गः अस्ति अकारान्ताङ्गः अस्ति भ्यस् जलादि अपि अस्ति अस्तु भ्यस् अस्ति पञ्चमी षष्ट पञ्चमी पञ्चमी षष्टि पञ्चमी अपि चतुर्थे पञ्चमी बहुवचनमस्ति जलादि बहुवचनार्थ सुप्रत्ययः अतः बहुवचने जल्येत इत्यस्य प्रसक्तिः अस्ति किमर्थमिति चेत् जल् प्रत्ययार्थवर्णः अस्ति भ्यस् अपि द्वे अपि सूत्रे अन्यत्र लब्धावकाशे अपि च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगभ्यस् इत्यस्यां स्थितौ अतः अत्र तुल्यबलविरोधः वर्तते द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम अत्र अत्र सुपि च अपि च बहुवचनजल्येत इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति प्रसक्तिः अस्ति अन्यत्र लब्धावकाश द्वे अपि सूत्रे अन्यत्र लब्धावकाशो अपि अन्यत्र अवकाशः अस्ति वा अस्ति खलु अधुना एव वयं आमामाम् अस्तु अन्यत्र अवकाशः अस्ति अतः तुल्यबलविरोधः अस्ति एतत् वयं पठितवन्तः महाभाष्यवाक्यम् अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्ति तुल्यबलविरोधः अत्र तस्य वार्तिकस्य प्रसक्तिः अस्ति तर्हि किं लिखितमस्ति यत् वृक्षयोगाभ्यास इति स्थितिः अस्ति अधुना सुपि च तस्य प्रसक्तिः अपि भवति यतोहि भ्यस् प्रत्ययः ययादि अस्ति सुप्रत्ययः अस्ति तदनन्तरं बहुवचने झल्येत् इति सूत्रस्य अपि प्रसक्तिः अस्ति यतोहि भ्यस् प्रत्ययः झलादि अपि अस्ति बहुवचने अपि अस्ति तर्हि एकस्मिन् एव समये सुपि च बहुवचने झल्येत् उभयोः प्रसक्तिः अस्ति परन्तु सुपि च बहुवचने झल्येत् इति सूत्राणाम् अन्यत्र अन्यत्र अपि प्रसक्तिः भवितुं शक्नोति नाम सुपि च इति सूत्रस्य प्रसक्तिः यया ये यथा अस्माभिः दृष्टं वृक्षयोगः भ्यास्भ्यां तत्र अपि भवति अत्र अन्यत्र तस्य अवकाशः भवितुं शक्नोति बहुवचने झल्येत् अपि वृक्षयोगः सु इति प्रसङ्गे तस्य प्रसक्तिः भवति अन्यत्र अवकाशे नाम सुपि च बहुवचने झल्येत् तयोः उभयोः अन्यत्र अवकाशः भवति तादृशे सूत्रे अधुना युगपत् एक एव समये वृक्षयोगाभ्यास इति स्थित्याम् आगच्छतः अतः ते तुल्यबले इति उच्यताम् तुल्यबले सन्ति तुल्यबले स्तः अतः अधुना प्रश्नः उदेति यत् कस्य कार्यं प्रथमं भवति कस्य कार्यं भवति एव सुपि च कार्यं करोति अथवा बहुवचने झल्येत् कार्यं करोति अतः विरोधः अस्ति खलु अस्य विरोधस्य नाम अस्ति तुल्यबलविरोधः तर्हि वृक्षयोगाभ्यास मध्ये सुपि च बहुवचने झल्येत् सूत्रयोः तुल्यसूत्रयोः तुल्यबलो तुल्यबलविरोधः अस्ति इति वयं वदामः. अस्तु, प्रश्नः अस्ति वा? प्रश्नः अस्ति वा कस्यापि? तुल्यबलविरोधः सर्वे अवगच्छन्ति वा? कथं सुपि च बहुवचने छल्ये तुल्यबलसूत्रे स्तः तुल्यबलो विरोधः कथं भवति? अन्यत्र अन्यत्र लब्ध अवकाशः कथम् अस्ति? सर्वे अवगच्छन्ति वा? अस्तु, महोदय, सर्वदा तुल्यबलविरोध इति सूत्रोः मध्ये सर्वदा न भवति, किन्तु वृक्षयोगभ्यास अस्ति चेत् तत्र विरोधः भवति. विरोधः यदि अस्माकम् अस्माभिः द्रष्टव्यं, तस्य एका स्थितिः इति रिस्पेक्ट् टु सम् स्थिति, तर्हि अत्र वृक्षयोगभ्यास इति स्थितिः अस्ति. अस्मिन् समये तुल्यबलविरोधः अस्ति, परन्तु अन्यस्मिन् कुत्रापि समये तुल्यबलविरोधः नास्ति चेत् नास्ति. अस्तु, सर्वदा तुल्यबलविरोधः नास्ति, तस्यां स्थित्यां विरोधः अस्ति इति दर्शयति. अस्तु, उत्तमम्. अस्तु अस्तु, तर्हि अस्तु, अधुना अग्रे गच्छामः. यदि प्रश्नः नास्ति चेत् विजी महोदय अस्ति खलु? आं महोदय, पृच्छतु. प्रथमम् एकम् उदाहरणं द्रष्टव्यं. प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, परन्तु तुल्यबलविरोधः नास्ति. अत्र प्लस् एव अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र प्रथमं तु वदतु, अत्र योगः एव सन्धि अनन्तरं किं भवति? अत्र प्लस् एव अस्यां दशायां किं अस्यां दशायां भवती वदतु, सन्धि कृत्वा किम् आगच्छति? अत्र प्लस् एव किं भवति? अत्रैव. अत्रैव भवति खलु, एव अत्रैव. अस्तु अस्तु, अत्र वृद्धिसन्धि. अस्तु, वृद्धिसन्धि भवति. पठतु अग्रे. अत्रैव इति प्रायः सर्वे जानीमः इति दत्तं, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्यामः अग्रे. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, आत् गुणः च वृद्धि एचि च. द्वयोः प्रसक्तिः अस्ति, आत् गुणः इति सूत्रं वदति, अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचिपरे इत्यस्य इकीपरे इति फलितः अर्थः, यतः अकारात् अकारः चेत् कार्यं बाधितुम् अकः सवर्णे दीर्घः इति, अनेन अकारात् एव चेत् कार्यं बाधितुं वृद्धिरेच्छि इत्यनेन सूत्रेण च. वदतु वा महोदय, किं लिखितमस्ति? आद्गुणः इति सूत्रं वदति, अवर्णात् परे पूर्वप्रयोगस्थाने ये गुणसंज्ञेः आदेशः भवति. अत्र अचिपरे इत्यस्य इकीपरे इति फलितः इकः अच् वर्ण अच् वर्णात् अन्तर्भूतः इकवर्णः इति कारणेन अचिपरे इत्यस्य इकिपरे इति अपि वक्तुं शक्नोति. अतः अकारात् अकारात् परे इति वदनेन अकः सवर्णे दीर्घः इति सूत्रम् अपि आयाति. अकारात् सवर्णदीर्घसन्धि आयाति. अकारात् एच् चेत् कार्यं बाधितुं वृद्धिहेचि इति सूत्रं इत्यनेन इति सूत्रमपि अत्र उपयोगम् इति कार्यं वदति. पञ्जाब्यां गुणः प्रथमान्तं द्विपदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इति अनयोः अधिकारसूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति. आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् तर्हि अधुना एकवारम् अष्टाध्याय्याम् उद्घाटयन्तु सर्वे. 6187 पेज् नम्बर् सर् प्लीस्. पेज् नम्बर् अस्ति 6187 6187 6 103. तर्हि 6176 यत् अस्ति तावत् अच् सन्धिप्रकरणम् इति आरभति. तत्र लिखितमस्ति खलु 6176 तस्य तत्पूर्वं लिखितमस्ति अच् सन्धिप्रकरणं. तर्हि 6176 अस्ति इकोयणचि, 6177 अस्ति एचोयवायावः. तर्हि यण् सन्धे सन्धिकृतं सूत्रमस्ति इकोयणचि, यान्तवान्तसन्धिकृतं सूत्रमस्ति एचोयवायावः. तदनन्तरं 6186 अस्ति आद्गुणः. आद्गुणः अस्ति तदनन्तरं 6187 अस्ति वृद्धिरेचि. तर्हि अत्र आद्गुणः अस्ति वृद्धिरेचि अस्ति. अस्तु, तर्हि आद्गुणः इति सूत्रस्य अर्थः लिखितमस्ति अत्र अवर्णात् अचि परे. नाम यदि अ अस्ति तदनन्तरं यदि कोऽपि अच् वर्णः अस्ति तर्हि पूर्वपरयोः नाम पूर्व अवर्ण अग्रे यत् अच् अस्ति तस्य स्थाने एकैव गुणवर्णः आगच्छति इति आद्गुणः इति सूत्रस्य अर्थः अस्ति. तर्हि अनुवृत्तिसहितसूत्रं यदि वयं पठामः तर्हि आद् आत् अस्ति सूत्रे एव अस्ति, अचि इति 6177 इको यणचि तत् अर्थः आगच्छति. आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इति आगच्छति. तर्हि अत्र लिखितमस्ति यदि आत् अस्ति तदनन्तरं यदि आकार अवर्ण अस्ति तदनन्तरं यदि अच् वर्णः अस्ति तर्हि पूर्वपरयोः स्थाने एकगुणवर्णः आगच्छति. अस्तु महोदय, मम प्रश्नः अस्ति अत्र अवर्ण इत्युक्ते किम्? अवर्णः अवर्ण इत्युक्ते केवलं ह्रस्व अ अथवा दीर्घ अपि अस्ति? ह्रस्व अकारः. दीर्घ न वा? इति परकालस्य इति सूत्रं विस्मरामि. अत्र मम प्रश्नः अस्ति सर्वेषां कृते, चिन्तयतु अत्र सूत्रे आत् अचि अस्ति खलु. आत् आत् आत् दीर्घः दीर्घकार तत् यत् तकारः अस्ति तत् तपरतत्कालः तपरसत्कालस्य इति कृते तत्र दीर्घ आकारः अस्ति. तथा तथा त पञ्चमी विभक्ति तत्कालः नास्ति, पञ्चमी विभक्ति अस्ति। यथा राम रामात् भवति खलु, राम रामात् देवदेवात्, तथैव तस्य भवति आ। तर्हि अत्र अस्ति अवर्णस्य पञ्चमी विभक्ति अस्ति, तर्हि तपर तत्काल नास्ति। अतः अ इत्युक्ते किम्? ओ इत्युक्ते सर्वे ओ वर्णाः, दीर्घ, ह्रस्व, लुत, अनुनासिक, अनुदात्त, स्वरित, अष्टादश अवर्णाः सन्ति खलु। अवर्णस्य पठनेन सर्वे अष्टादश अवर्णाः, न केवलं ह्रस्व अकार, न केवलं दीर्घ अकार, परन्तु सर्वे अवर्णाः सर्वे। तर्हि तर्हि अधुना प्रश्नः आगच्छति, एकः प्रश्नः अस्ति महोदय, अस्य निर्णयं कथं कर्तव्यम्? आत् इति अ इत्यस्य पञ्चमी अस्ति वा आत् इति तपरः तत्कालस्य अस्ति? यदि तपरः तत्काल अस्ति तर्हि सूत्रस्य अर्थं किमपि न भवति खलु। तत्र आत् अचि, तत्र आत् प्रथमविभक्ति भवति, तर्हि प्रथमविभक्ति तु समीचीनं नास्ति खलु। तत्र प्रथमविभक्ति कुत्र भवति? प्रथमविभक्ति केवलं संज्ञा इति, यस्य संज्ञा भवति तत्र प्रथमविभक्ति भवति। निमित्तं न वा? निमित्तं पञ्च, निमित्तं कदापि प्रथमविभक्ति नास्ति खलु। निमित्तं प्रथमविभक्तविधानमस्ति भवति, अथवा सप्तमी भवति, पञ्चमी भवति, प्रथमविभक्ति कदापि निमित्तं नास्ति। तर्हि अतः प्रथमविभक्ति निमित्तं नास्ति, अतः अत्र प्रथमविभक्ति नास्ति, पञ्चमी विभक्ति अस्ति, यतोहि अन्यथा तत्र विधानं किमपि नास्ति खलु। तत्र अतः तर्हि मम प्रश्नः अस्ति, तत्र मम तत्र अस्ति यत् अकारस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् पूर्वपरयोः स्थाने एकः गुणः कृतः। परन्तु अधुना वयं जानीमः यत् सर्वे अच् वर्णाः आगच्छन्ति चेत् गुणः भवति वा, तथा न भवति? ये च वर्णः आगच्छति चेत् पूर्वपरयोः एकः वृद्धिः आगच्छति न, वृद्धिः आगच्छति इति सूत्रेण। परन्तु यदि अच् वर्णे अकारः एव अस्ति तर्हि अकः सवर्णे दीर्घसूत्रस्य कार्यं भवति, तर्हि अत्र एव भवति, अत्र एव पश्यतु खलु, यत् अत्र एव यदि अ प्लस् अ अस्ति तर्हि अकः सवर्णे दीर्घसूत्रस्य अपि प्रसक्तिः भवति, आद्गुणः सूत्रस्य अपि प्रसक्तिः भवति खलु। यतोहि अकः सवर्णे दीर्घः किं भवति वदति, अकारस्य अनन्तरं अक् प्रत्याहारस्य अनन्तरं सवर्णवर्णः अस्ति चेत् दीर्घ करोतु, नाम अ प्लस् अ अस्ति चेत् आ करोतु। परन्तु आद्गुणः वदति यत् अ प्लस् अ अस्ति चेत् प्रथमः अ अस्ति, अनन्तरम् अच्वर्णः अस्ति, अतः एकः गुणः करोतु। अ प्लस् अ अकारस्य गुणः किम् अस्ति? अ एव अस्ति खलु। तर्हि अकः सवर्णे दीर्घः वदति, दीर्घ करोतु। आद्गुणः वदति ह्रस्व एव भवतु, तर्हि विरोधः अस्ति, कथं जानीमः कस्य कार्यं भवति? तर्हि एकः प्रश्नः अस्ति कस्य कार्यं भवति। पुनः अ प्लस् ए, अ प्लस् ए अस्ति, तत्रापि आद्गुणः सूत्रस्य कार्यं भवति, वदति यत् यत् ए अच्वर्णः अस्ति, तर्हि पूर्वपरयोः एकस्थाने गुणः करोतु, नाम गुण एव ए एव भवतु। परन्तु वृद्धिरेचि सूत्रं वदति यत् अ प्लस् ए अस्ति चेत् तस्य वृद्धिः करोतु, नाम अ प्लस् ए अस्ति चेत् ऐ करोतु। तर्हि अन्यप्रश्नः अस्ति यत् कथं जानीमः वृद्धिरेचि ऐ भवति न तु ए भवति? तर्हि सर्वत्र अत्र समानः प्रश्नः एव आगच्छति, बहूनि सूत्राणि सन्ति एकस्मिन् एव स्थले आगच्छन्ति, कस्य कार्यं प्रथमं भवति, कस्य भवति न वा इति प्रश्नः अस्ति। अस्तु तर्हि अग्रे पठामः, वृद्धिरेचि पठतु महोदय। वृद्धिरेचि अवर्णात् येचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्, एकादेशः स्यात्। वृद्धिः प्रथमान्तं, येचि सप्तम्यन्तं, द्विपदं सूत्रम्, आद्गुणः इत्यस्मात् आप् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत् अनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृत्तिः संहितायां. तर्हि अत्र लिखितमस्ति यदि अवर्णः अस्ति तस्य अनन्तरम् एच् प्रत्याहारस्य नाम ए ऐ ओ औ वर्ण प्रत्याहारस्य वर्णः अस्ति चेत् वृद्धि करोतु, नाम ए स्थाने ऐ, ओ स्थाने औ. परन्तु आद् गुणः इति सूत्रं वदति यदि अच् अस्ति चेत् गुणः करोतु. एच् अपि अच् मध्ये आगच्छति खलु, नाम आद् गुणः इति सूत्रं भवति चेत् अ प्लस् ए एव भवति, अ प्लस् ऐ ए भवति, ए प्लस् ओ भवति, ए प्लस् औ ओ भवति, गुणः भवति. परन्तु वृद्धिः इति सूत्रं वदति वृद्धि करोतु, अ प्लस् ए ऐ भवति, अ प्लस् ऐ ऐ भवति, अ प्लस् ओ औ भवति, अ प्लस् ओ औ भवति. तर्हि कथं जानीमः औ वृद्धि भवति वा गुण भवति? प्रथमं यत् सूत्रम् आगच्छति तदस्ति वा? तदस्ति वा? अहं पृच्छामि. तर्हि आद् गुणः तस्य 6177 अस्ति, 87 अस्ति, वृद्धिरेचि 6188 अस्ति. तर्हि भवत्याः चिन्तनम् अनुसृत्य आद् गुणस्य कार्यं समीचीनं समीचीनं नास्ति. तर्हि किम् अवगच्छति, किं किं चिन्तयति? परसूत्रं बलवान् अस्ति, अत्र तु दृश्यते, अहं न जानामि नियमः. तत्र पूर्वसूत्रमस्ति बलवत्तरम् अथवा परसूत्रं बलवत्तरम् अस्ति एकैव परसूत्रम्. अत्र परसूत्रं बलवत्तरम्, अत्र अन्यत्र लब्धावकाशः अस्ति. अत्र परसूत्रम् अस्ति परन्तु तदेव कारणमस्ति वा? तर्हि किञ्चित् अग्रे पठामः दीर्घरूपेण. प्रश्नः अस्ति, आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् अस्ति खलु, तत्र अकार अपि गुणवर्णः अस्ति. अकार एव किमर्थं न तिष्ठति? न महोदय, तत्र पूर्वपरयोः एकः गुणः तस्य अस्तु, तस्य अर्थः एतादृशम् अस्ति यत् यत् परवर्णः अस्ति, यत् अच् वर्णः अस्ति अग्रे, तस्य गुणवर्ण. अत्र अवर्णः अस्ति, तदनन्तरम् अच् अस्ति, तत् अच् वर्णस्य गुणवर्णः यदस्ति तद् ग्रहणीयम्. अस्तु, अत्र एव अस्ति, अत्र एव एकारः पर अस्ति, तस्य गुणवर्णः इत्युक्ते एकारस्य गुणवर्णः किम्? एकार एव. इकारस्य एकार, ओकारस्य ओ ओ एव. अस्तु, तर्हि तदेव अस्ति. अस्तु, तर्हि प्रश्नः अधुना अत्र एव, अत्र प्लस् एव इति स्थाने आद्गुणः कार्यं करोति चेत् रूपं भवति अत्रैव, वृद्धिरेचि कार्यं करोति चेत् रूपं भवति अत्रैव. तर्हि प्रश्नः अस्ति कस्य कार्यं भवति, कस्य न भवति इति. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामि. सुमन् महोदय पठतु इदानीं खलु. आम्, इदानीम् अस्माकम् उदाहरणम् अत्र योगः एव. पूर्वम् अकारः अस्ति, पश्चात् एकारः, एकारः अचि अपि अस्ति, एचि अपि अस्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः, एकत्र प्राप्तिः अस्ति. अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा? अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति वा अस्ति न वा. अस्तु, वक्तव्यं किम् अग्रे एकवारम् अस्तु. तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र अवकाशः भवेत्. अत्र योगः एव इतस्यां दशायाम् अत्र योग एव इत्यस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा? नैव. एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापरं नाम सुतरां व्यर्थं भविष्यति. अग्रे पठामि. अस्तु. तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति. अस्यां दशायां द्वेपि सूत्रे अन्यत्र लब्धावकाशे न स्तः. अतः तुल्यबलविरोधः नास्ति. आद्गुणः इति सामान्यः आद्गुणः इति सामान्यम् वृद्धिरेचि इति विशेषः यस्य सूत्रस्य कार्यक्षेत्रे लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् अत्र लब्ध अवकाशः सति कार्यं न करोति चेत् अन्यत्र अवकाशः नैव क्षम्यतां नैव प्राप्स्यते. तत् सूत्रम् अपवाद इत्युक्ते वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः. अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण. अस्तु. किं लिखितम्? अस्तु. अत्र द्वे सूत्रे अपि कार्यं कर्तुं शक्नुतः इत्युक्ते द्वे सूत्रयोः प्रसक्तिः अस्ति. किन्तु आद्गुणः कार्यं करोति चेत् वृद्धिरेचि सूत्रं निरर्थकं भवति यतः तस्य अन्यकुत्र कार्यं न करोति. अतः सूत्रं निरर्थकं भवति. सूत्रं निरर्थकं मा भवतु इति चिन्तयेन अत्र आद्गुणः कार्यं न करोति वृद्धिरेचि एव कार्यं करोति. अग्रे लिखितं वृद्धिरेचि आद्गुणस्य सूत्रस्य अपवादः सूत्रम् अस्ति. इत्युक्ते आद्गुणः वृद्धिरेचि द्वयोः मध्ये किमपि विरोधः भवति चेत् वृद्धिरेचि आद्गुणसूत्रस्य अपवादम् अस्ति. अतः तत् एव कार्यं करोति आद्गुणः कार्यं न करोति. उत्तमं महोदय. तर्हि अत्र प्रश्नः मम अस्ति तुल्यबलविरोधः किमर्थं नास्ति? तुल्य आद्गुणः तदनन्तरं वृद्धिरेचि तुल्यबले सूत्रे किमर्थं न स्तः? वृद्धिरेचि तस्य प्रसक्तिः अन्यत्र नास्ति, अतः तुल्यबल विरोधः न भवति. तुल्यबल बले सूत्रे अपि न स्तः. उत्तमं. तर्हि यदा अकारस्य अनन्तरम् एच् प्रत्याहारस्य वर्णः अस्ति, तर्हि एकस्मिन् एव स्थाने आद्गुणः वृद्धिरेचि आगन्तुं कार्यं कर्तुं शक्नुवन्ति, प्रसक्तिः अस्ति. परन्तु प्रश्नः अस्ति यत् अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति न वा. अत्र आद्गुणस्य तु अन्यत्र अवकाशः अस्ति. एच् प्रत्याहारस्य वर्णं वर्जयित्वा त्यक्त्वा अन्यत्र अपि तस्य अवकाशः अस्ति, तत्तु प्रश्नः नास्ति. परन्तु वृद्धिरेचि इति सूत्रस्य अवकाशः अन्यत्र तु कुत्रापि नास्ति, केवलम् एच् प्रत्याहारस्य वर्णः अस्ति चेत् अस्ति. अतः यदा एच् प्रत्याहारस्य वर्णः अस्ति, तत्र अपि यदि वृद्धिरेचि तस्य कार्यं न करोति परन्तु आद्गुणः तस्य कार्यं करोति, तर्हि वृद्धिरेचि तस्य कार्यं कुत्रापि न भवति, कुत्रापि न भवति खलु. कुत्रापि तस्य कार्यं न भवति कथं जानीमः वयम्? कुत्रापि न वा इति कथं जानीमः? सर्वे सूत्राणि पठनीयं किल महोदय? एतत् सूत्रस्य अपवादसूत्रम् इति अस्ति वा न वा इति पश्यति चेत् वृद्धिरेचि आद्गुणस्य सब्सेट् अस्ति तत्र महोदय. अतः भवती पृच्छति खलु अत्र कुत्रापि तस्य कार्यं न भवति वा, सूत्रं पठतु. वृद्धिरेचि आत् अस्ति, तदनन्तरम् एच् अस्ति चेत् एकस्मिन् स्थाने वृद्धि करोतु. तर्हि वृद्धिरेचि तस्य कार्यं कदा भवति? यदा अवर्णः अस्ति तदनन्तरम् एच् अस्ति, तदैव तस्य कारणं भवति. अधुना कुत्र तद्विहाय तस्य कुत्रापि कार्यं तत्र सूत्रे एव नास्ति खलु. तर्हि एच् प्रत्याहारस्य वर्णः अस्ति, तत्रापि यदि वृद्धिरेचि कार्यं न करोति तर्हि तत् कुत्रापि कार्यं कर्तुं न शक्नोति. तथा अस्ति चेत् सूत्र निरर्थकं भवति खलु. कथम् अष्टाध्याय्यां किमर्थमस्ति सूत्रं? तस्य कार्यं कुत्रापि नास्ति, तर्हि सूत्रं किमर्थमस्ति? यथा सुमन् महोदया उक्तं, तत्र तावत् मा भवतु, सूत्रं कदापि निरर्थकं मा भवेत्. अतः आद्गुणस्य कृते वृद्धिरेचि इति सूत्रम् अपवादसूत्रमस्ति, नाम एक्सेप्शन् अस्ति. यत्र यत्र कुत्रापि सूत्रं अन्यसूत्रस्य कृते अपवादः अस्ति, एक्सेप्शन् अस्ति, तर्हि सर्वदा तद् अपवादसूत्रस्य कार्यं स्वीकरणीयं. यतोहि तत् सूत्रं न स्वीकर यदि वयं न स्वीकृतः तत् सूत्रं निरर्थकं भवेत्. अवगतं. एकमपि लिखितं वृद्धिरेचि तस्य सूत्रस्य क्षेत्रं लघु अस्ति इत्युक्ते आद्गुणस्य प्रायः आङ्ग्लभाषा सब्सेट् वक्तुं सत्यं सत्यमस्ति. तर्हि आङ्ग्लभाषा क्षम्यताम् आद्गुणः तस्य स्कोप् यदि वदामः तस्य स्कोप् अस्ति सर्वे अचवर्णाः. वृद्धिरेचि तस्य स्कोप् अस्ति केवलम् एच् प्रत्याहार. तर्हि आद्गुणः वदति अवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् गुणः करोतु, वृद्धिरेचि भवति. अवर्णस्य अनन्तरम् एच् वर्ण प्रत्याहारस्य वर्णः अस्ति चेत् वृद्धि करोतु. तर्हि यत् वृद्धिरेचि तस्य स्कोप् अस्ति तत् लघु अस्ति, न केवलं लघु अस्ति, तत् सम्पूर्णम् आद्गुणः इति सूत्रस्य स्कोप् मध्ये आगच्छति, यथा भवती उक्तवती सब्सेट् अस्ति. सवर्णदीर्घसन्धि सूत्रमपि एतादृशमेव अस्ति, तदग्रे वयं पश्यामः. अधुना केवलं वृद्धिरेचि. तर्हि वृद्धिरेचि तस्य स्कोप् यत् अस्ति तत् सम्पूर्णतया आद्गुणः तस्य स्कोप् मध्ये अस्ति, नाम सब्सेट् अस्ति. तर्हि सब्सेट् अस्ति चेत् यदि सब्सेट् अस्ति चेत् आद्गुणः सामान्यसूत्रमस्ति, वृद्धिरेचि विशेषसूत्रमस्ति. तर्हि विशेषसूत्रं यदि कार्यं न करोति तर्हि तस्य कार्यं कुत्रापि न भवति, निरर्थकं भवति। अतः तत्र अन्यत्र अन्यत्र लब्ध अवकाशः नास्ति अत्र, यतोहि अन्य कुत्रापि अवकाशः नास्ति। अतः तुल्यबलसूत्रे न स्तः, परन्तु अपवादसूत्रमस्ति, अपवादसूत्रमस्ति, अपवादं सूत्रमस्ति, तस्य कार्यं न भवति चेत् निरर्थकं भवति। अतः तादृशं मा करोतु, अतः अपवादसूत्रस्य कार्यं सर्वदा भवति। अतः अत्र वृद्धिः भवति न तु गुण, अत्र प्लस् एव अत्रैव भवति। एकः प्रश्नः, रामः अपि इति वदनेन रामो अपि अत्र एक संख्या चिह्नम् अस्ति किल महोदय? तत्तु विसर्गसन्धि अस्ति, अधुना स्वरसन्धि तस्य कार्यमस्ति। तत्तु भिन्नमस्ति तत्र, रामः तस्य अन्ते अकारः नास्ति, विसर्गः अस्ति, अतः तत्र तु भिन्नमस्ति। मध्ये प्रायः अत्र लघु दोषः अस्ति, सूत्रसङ्ख्या मेच् न कुर्वन्ति। कस्य सूत्रसङ्ख्या? वृद्धिरेचि याद् गुणः, देर् आल् आफ् बै वन्। आद्गुणः अस्ति 6186, वृद्धिरेचि अस्ति 6187 पुस्तके। ओ तावदस्ति चेत् प्रायः मुद्रणदोषः अस्ति, मिस्प्रिण्ट् अस्ति, टैपो अस्ति। पुस्तके यत् सूत्रम् अस्ति तद् समीचीनमस्ति, आद्गुणः 76 अस्ति। अस्तु, सर्वे स्वरूप महोदय वदति चेत् अत्र न, तत्र किमस्ति यदा महोदय लिखति कुत्र कुत्रापि टैपो भवति अस्ति खलु, तर्हि परन्तु पुस्तकं यत् पुस्तके यदस्ति तदेव अस्ति। अस्तु, सर्वे अवगच्छन्ति वा वृद्धिरेचि अपवादः कथमस्ति? आम् महोदय। अधुना प्रश्नः आगच्छति विजिमहोदयस्य एव, अकः सवर्णे दीर्घः अपि अपवादः अस्ति वा आद्गुणस्य इति दृश्यते, इति दृश्यते खलु, नाम अकः सवर्णदीर्घस्य कार्यं कुत्र भवति यदा अस्ति वा अकः सवर्णदीर्घ सब्सेट् अस्ति वा आद्गुणस्य? चिन्तयतु, सब्सेट् अस्ति। आमाम् महोदय, अचुवर्णः इति अकारः प्रथमतया आगच्छति किल? मम प्रश्नः अस्ति, अकः सवर्णे दीर्घः तस्य यत् कार्यक्षेत्रम् अस्ति, तस्य स्कोप् यत् अस्ति, तत् सम्पूर्णतया आद्गुणः इति सूत्रे अस्ति वा? सम्पूर्णप्रायः न, किन्तु ओवर्लाप् अस्ति। तर्हि सब्सेट् नास्ति खलु? न, सब्सेट् नास्ति। किमर्थं सब्सेट् नास्ति? अकर्ण सवर्णदीर्घः तत्र इकार योग इकार अपि कार्यं करोति, तत् आद्गुणः सूत्रस्य तत्र आद्गुणः सूत्रस्य प्रसक्तिः नास्ति। तत्र अन्यत्र अवकाश अस्ति। उत्तमं, बहु उत्तमं। तर्हि वृद्धिरेचि तत् सम्पूर्णतया आद्गुणस्य कार्यक्षेत्रे आगच्छति, अतः आद्गुणः कार्यं करोति चेत् वृद्धिरेचि कदापि कार्यं न करोति, तत्र अपवादः अस्ति। परन्तु अकः सवर्णे दीर्घः तस्य कार्यक्षेत्रं सम्पूर्णतया आद्गुणस्य अन्ते नागच्छति, यतोहि आद्गुणः केवलम् अ प्लस् संथिङ्ग् तावदेव स्थित्यां कार्यं करोति, परन्तु अकः सवर्णे दीर्घः इ प्लस् इ उ प्लस् उ रु प्लस् रु तत्रापि कार्यं करोति, तत्तु आद्गुणस्य क्षेत्रस्य बहिः अस्ति खलु, ओवर्लाप् अस्ति परन्तु सब्सेट् नास्ति। तर्हि अकः सवर्णे दीर्घः तत्र अपवादः सूत्रः अस्ति इति तु वयं न भवितुं शक्नुमः, परन्तु वृद्धिरेचि अपवादसूत्रम् अस्ति तत्तु सत्यमस्ति। तर्हि अधुना प्रश्नः उदेति, यदि अ प्लस् अ अस्ति खलु, अ प्लस् अ अ प्लस् अ अस्ति चेत् अकः सवर्णे दीर्घः भवति अथवा आद्गुणः किं भवति इति प्रश्नः अस्ति, यतोहि आद्गुणः वदति अ प्लस् अ अस्ति चेत् अ करोतु, अकः सवर्णः दीर्घः भव वदति अ प्लस् अ अस्ति चेत् आ करोतु। तर्हि कथं जानीमः कस्य कार्यं भवति? अत्र तु अपवादः नास्ति खलु? आम्। तर्हि अधुना तस्य तुल्यबलविरोधः अस्ति खलु? आद्गुणस्य अपि अन्यत्र प्रसक्तिः अस्ति, अकः सवर्णः दीर्घः तस्यापि अन्यत्र प्रसक्तिः अस्ति, परन्तु अ प्लस् अ इति स्थिते ओवर्लेप् अस्ति। अधुना तुल्यबलसूत्रे स्तः अधुना तुल्यबलविरोधः अस्ति। अग्रिमरविवासरे, अधुना समयः समाप्तः, परन्तु अग्रिमरविवासरे वयं पठिष्यामः यदि तुल्यबलविरोधः अस्ति चेत् कस्य सूत्रस्य कार्यं प्रथमं भवति, कस्य सूत्रस्य कार्यं भवति अथवा न भवति इति अग्रिमरविवासरे वयं पठिष्यामः। परन्तु एतत्तु सर्वं अवगच्छन्ति खलु यत् अत्र प्लस् एव अ प्लस् ए मध्ये तुल्यबल किमपि नास्ति, अपवादः अस्ति। तुल्यबलः नास्ति यतोहि अ प्लस् ए तस्य कार्यक्षेत्रं सम्पूर्णतया आद्गुणस्य अन्ते आगच्छति, तस्य अन्यत्र अवकाशः कुत्रापि नास्ति। अन्यत्र अवकाशः नास्ति चेत् सूत्रतुल्यबल नास्ति। अवगच्छन्ति वा सर्वे अपवादः इत्युक्ते किम्? अवगतं भवते? तर्हि यदा अहं चिन्तयामि वाट् हेल्प्स् मी इस् अहम् एक सेट् करोमि, सेट् वेन् प्रायः जनाः जानन्ति वा न जानामि, तत्र वेन् डायग्राम् इति अस्ति मेथ्स् मध्ये, तत्र सेट्स् अस्ति, तत्र सेट् यदि सब्सेट् अस्ति वा तत् अपवादः अस्ति इति अहं चिन्तयामि। तर्हि वृद्धिरेचि तस्य कार्यक्षेत्रम् एकं सेट् अस्ति, सब्सेट् अस्ति किल महोदय, आद्गुणः तस्य एक सेट् अस्ति। यदि एकस्य सूत्रस्य कार्यक्षेत्रं सम्पूर्णतया अन्यसूत्रस्य कार्यस्य अन्ते आगच्छति, तर्हि यत् सूत्र लघु अस्ति, नाम तस्य कार्यक्षेत्रं लघु अस्ति, तत् अन्यसूत्रस्य कृते अपवादः अस्ति इति सवर्णदीर्घम् इण्टर्सेक्ट् करोति। तत्र ओवर्लाप् एव यदि किञ्चित् वर्णः बहिः अस्ति, अकः अन्तः, सर्वे यदि निश्चयैः गच्छन्ति तत्र सेट् डायग्राम् अपि अस्ति, करपत्रे एव सेट् डायग्राम् अस्ति अग्रे, तद् वयम् अग्रे अग्रिमरविवासरे वयं पठामः। ओ अस्तु, उत्तमम्। तर्हि अग्रिमरविवासरे वयं पठामः अग्रे अपवादः नास्ति चेत् कथं भवति, परन्तु इदम् अयं विषयः बहु महत्त्वपूर्णम् अस्ति, यतोहि बहुत्र बहुत्र स्थले विरोधः भवति सूत्रेषु। तर्हि कथं किं सूत्रं कार्यं करोति तस्य ज्ञानं बहु महत्त्वपूर्णम् अस्तु। तर्हि अधुना विरमामः, अग्रिमरविवासरे मेलिष्यामः। धन्यवादः सर्वे। धन्यवादः, धन्यवादः महोदय, नमस्कारः, धन्यवादः महोदय।